पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 179 श्रीभगवानुवाच पञ्चमस्याधुना देवि माहात्म्यं लोकपूजितं कथयामि समासेन सावधाना शृणुप्रिये पिङ्गलो नामभद्रेषु पुरुकुत्सपुरे द्विजः अवदादे कुले जातो विश्रुते वेदवादिनां कुलोचितानि शास्त्राणि तथा वेदान्विसृज्य सः तौर्यत्रिके मतिं चक्रे वादयन्मुरजादिकं कृतश्रमस्तदस्तत्र गीते नृत्ये च वदने परां प्रसिद्धिमासाद्य नृपसत्मविवेशसः समातस्ते सतेनासौ पुरा भूमिभुजाः सह परदारानुपाहृत्य बभुजे ता अनन्यधीः तद उत्सिक्तगर्वोऽयं सूचमानो निरङ्कुशः परच्छिद्राणि चामुष्मै विविक्रे स निरन्तरम् तस्यासीदरुणा नाम भार्याहीनकुलोद्भवा भ्रमत्यन्वेषयन्ती सा कामुकेन विकारिणी तमन्तरायं मन्वानानिषीधिन्यां निजालये निजखानशिरच्चित्वा निजखानमहीतले वियोजितस्तत्प्राणैरुपेत्य यमसाधनम् दुर्जयान्नरकान् भुङ्क्त्वा गृध्रो भूद्विजने वने भगन्धरेण रोगेण सापि हित्वा वरां तनुम् उपेत्य नरकान् घोरान् जज्ञे तत्र वने शुकी कणानादादुकामां तां सञ्चारन्दीमितस्ततः विधतारनखैस्तीक्ष्णैर्गृध्रो वैरमनुस्मरन् नृकपाले पयपूर्णे निपतन्तीं ततः शुकीम् अभिदुद्रावगृध्रोऽपि निजघ्ने स च जालिकैः पत्नीवियोजिता प्राणैः नृकपालजले ततः तत्रैव निममज्जात्सा वेत्यक्रूरतरः खगः पितृलोकं प्रपेदादे नीतौ तौ यमकिङ्करैः प्राकृतं दुष्कृतं कर्म स्मरं तौ भयभागिनौ ततो यमः समालोक्य तयो कर्म जुगुप्सितम् अकस्मादेव तत्स्नानान्मरणे सुकृतं महद अनुजज्ञे ततो लोकमीप्सितं गन्तुमेदयोः महापातकसङ्घातैरपि दुर्धर्ष मानसौ ततो विस्मयमापन्नौ स्मृत्वा तौ दुष्कृतं निजम् उपेत्य प्रणदौ भूत्वा वैवस्वदमपृच्छताम् सञ्चितं दुष्कृतं पूर्वमावाभ्यामपि गर्हितं लोकानामीप्सितानां तु को हेतुस्तद्वदस्वनौ एवमुक्तस्ततस्ताभ्यामाह वैवस्वतो वचः आसीद् गङ्गातडे नाम्ना बडुर्ब्रह्म विदुत्तमः एकाकी निर्ममशान्दो वितरागो विमत्सरः गीतानां पञ्चमाध्यायमावर्तयति सर्वदा तेन पुण्येन पूतात्मा बुद्ध्वा ब्रह्मसनातनं पापीयानपि यं श्रुत्वा तनुमुत्सृष्टवानसौ निर्मलीकृतदेहस्य गीताभिर्भावितात्मनः तत्कपालजलं प्राप्य युवां यादौ पवित्रतां तद्गच्छतं युवां लोकान् मनोरथपथिस्थितान् गीतानां पञ्चमाध्यायमाहात्म्येन पवित्रितौ एवं तौ बोधितौ तेन मुदितौ समवर्तिना व्योमयानं समारुह्य जग्मदुर्वैष्णवं पदम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे गीतामहात्म्ये एकोनाशीत्यधिकशततमोऽध्यायः ॐ